तावोचितो यथा एवैदम् आवां भगवः साद्बलं कृतौ सुवसनौ परिष्कृतौ स्वा एवमेव इमौ भगवः साद्बलं कृतौ सुवसनौ परिकृतौ एषात्मितो वाचेतमभिमेतद्ब्रह्मेति तौ शान्तहृदयो प्रवर्जितो तौ तथैव प्रतिपन्नौ यथा एव इदमिति पूर्वतो यथा साद्बलङ्कारादिविशिष्टभावं स्वः एवमेव इमौ छायात्मनं इति सुतरां विपरीतनिश्चयोपभूत् यस्यात्मनो लक्षणं यात्मा अवतपात्मा इत्युक्त्वा पुनः तद्विशेषम् अन्विष्यमाणयोः य एषोऽक्षिणीपुरुषो दृश्यते इति साक्षादात्मनिर्दिष्टे तद्विपरीतग्रह अपनयाय उदशरावसाद्बलङ्कारदृष्टान्तेऽपि अभिहिते आत्मस्वरूपबोधात् विपरीतग्रहो नापगत् अतः स्वदोषेण केनचित् प्रतिबद्धविवेकविज्ञानसामर्थ्यमिति मत्वा यथा अभिप्रेतमेव आत्मानं मनसि निधाय एष आत्मेति ह उवाच एतदमृतम् अभयम् एतद्ब्रह्मेति प्रजापतिः पूर्वत् न तु तदभिप्रेतम् आत्मा य आत्म इत्यादि आत्मलक्षणश्रवणेन अक्षिपुरुषवृत्त्या च उदशरावादि उत्पत्त्या च संस्कृतौ तावत् मद्वचनं सर्वं पुनः पुनः स्मरत्वः प्रतिबन्धक्षयाच्च स्वयमेव आत्मविषये विवेको भविष्यति इति मन्वानः पुनः ब्रह्मचर्यादेशे च तयोः चित्तदुःखोत्पत्तिं परिजिहर्षन् कृतार्थबुद्धितया गच्छन्तौ अपि उपेक्षितवान् प्रजापति तौः इन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धिः इत्यर्थः न तु शम एव शमश्चेत् तयोः जातः विपरीतग्रहो विगतो अभविष्यत् प्रवर्वचितुः गतवन्तः तौः अन्वीक्ष प्रजापतिर्वाच अनुपलभ्य आत्मानम् अनुविद्यवर्जितो यतर एतदुपनिषदौ भविष्यन्ति देवा वा असुरा वा ते परा भविष्यन्ति ते सः शान्तहृदये विरोचनासुरान् जगाम तेभ्योः एतामुपनिषदं प्रोवाच आत्मैव इह महय्यः आत्मा परिचर्यः आत्मानमेव इह महयन्नात्मानं परिचरन् उभौ लोकौ अवाप्नोति इमं चमुं चेते एवं तयोः गतयोः इन्द्रविरोचनयोः राज्ञोः भोगासक्तयोः यथोक्तविस्मरणं स्यात् इति आशङ्क्य अप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहर्षुः तौ दूरं गच्छन्तौ अन्वीक्ष्य य आत्मा अपादपात्मा इत्यादि वचनवतम् एतदपि अनयोः श्रवणगोचरत्वं येष्यति इति मत्वा उवाच प्रजापति अनुपलभ्य यथोक्तलक्षणम् आत्मानम् अनुविद्य स्वात्मप्रत्यक्षं च अकृत्वा विपरीतनिश्चयौ च भूत्वा इन्द्रविरोचनौ एतौ वर्जतः गच्छेयात अतः यतरे देवा वा असुरा वा किं विशेषतेन एतदुपनिषदः आभ्यां या गृहीत आत्मविद्या सेयमुपनिषत् येषां देवानाम् असुराणां वा त एतदुपनिषदः एवं विज्ञानाः एतन्निश्चयाः भविष्यन्ति इत्यर्थः ते किं परा भविष्यन्ति सेयमार्गात् पराभूता बहिर्भूता विनष्टा भविष्यन्ति इत्यर्थः स्वगृहं गच्छतोः सुरासुरराजयोः यो असुरराजः सः शान्तहृदय एव सन् विरोचनः असुरान् जगाम गत्वा च तेभ्यो असुरेभ्यः शरीरात्मबुद्धिः योपनिषन् तामेतां मुनिजनं प्रोवाच उक्तवान् देहमात्रमेव आत्मा पित्रा उक्त इति तस्माद् आत्मैव देहः इह लोके महनीयः पूजनीयः तथा परिचर्यः परिचरणीयः तथा आत्मानमेव इह लोके देहं महयन् परिचरणश्च उभौ लोकौ आप्नोति यं च इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्च अन्तर्भवन्ति इति राज्ञोऽभिप्राय तस्मादपि अद्य इह अददानम् अश्रद्धदानम् अयजमानमाहो असुरो बत इति असुराणागमी एषा उपनिषद् प्रेतशरीरं भिक्षयां वासनेन अलङ्कारेण इति सकं स्कुर्वन्ति एतेन इयं लोकं जेष्यं त्वमन्यन्ते तस्मात् तत्सम्प्रदायः अद्यापि अनुवर्तते इह लोके अददानं दानम् अकुर्वाणम् अविभागशीलम् अश्रद्धदानं सत्कार्येषु श्रद्धारहितं यथाशक्ति अयजमानम् अयजनस्वभावम् आहुः आसुरः खलु अयं यतः इयं स्वभावः बत इति खिद्यमान आहुः शिष्टः असुराणां हि यस्मात् अश्रद्धदानता लक्षण एषा उपनिषत् तया उपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षय गन्धमाल्य अन्नादिलक्षणया वसनेन वस्त्रादिना आच्छादनादिप्रकारेण अलङ्कारेण ध्वजपताकादिकरणेन इति एवं संस्कुर्वन्ति एतेन कुणपसंस्कारेण अमुं प्रेत्या प्रतिपत्तं लोकं ज्येष्यन्तमन्यन्ते इति अष्टमखण्डभाष्यं नवमखण्डः अथः इन्द्रो अप्राप्यैव देवान् एतद्भयं ददृश यथैव खलु अयम् अस्मिन् शरीरे साद्बलङ्कृते साद्बलङ्कृतो भवति सुवचने सुवचने परिष्कृते परिष्कृता इयमेव अयम् अस्मिन् अन्धे अन्धो भवति श्रामे श्रामः परिवृक्षणे परिवृक्षणो अस्यैव शरीरस्य नाशमनुयेषां नश्यति नाहमत्र भोग्यं पश्यामि ते अतः किल इन्द्रः अप्राप्यैव देवान् दैव्य अक्रौर्यादिसम्पदायुक्तत्वं गुरोः वचनं पुनः पुनः स्मरणे गच्छन् एतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददृश दृष्ट्वा उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्यायः उक्तः तदेकदेशो मघवतः प्रत्यभात् बुद्ध येन छायात्मग्रहणे दोषं ददृश कथं यथैव खलु अयम् अस्मिन् शरीरे सात्बलङ्कृते छायात्मापि सात्बलङ्कृतो भवति सुवसनेन च सुवसनः परिष्कृते परिष्कृतः यथा न खलोम देह अवयव अपगमे छायात्मापि परिष्कृतो भवति न कलोमादिरहितो भवति एवमेव अयं छायात्मापि अस्मिन् शरीरे न कलोमादिभिः देह अवयवत्वस्य तुल्यत्व अन्धे चक्षुषु अपगमे अन्धो भवति श्रामे श्रामः श्रामः किल एकनेत्रः तस्य अन्धत्वेन गतत्व चक्षुर्नासिक वा यस्य सदा स्रवति स श्रामः परिवृक्णः छिन्नहस्तः छिन्नपादो श्रामे परिवृक्ष्णे वा देहे छायात्मापि तदा भवति तदा अस्य देहस्य नाशम् अनुयेष नश्यति अतः नाहमत्र अस्मिन् छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामि इति स समित्पाणिः पुनरेयायातकम् प्रजापतिर्वाचामघं यच्छान्तहृदय प्रावराजैः सार्धं विरोचनेन किम् इच्छन् पुनः गमयते सहोवाच यथैव खलु अयं भगवो अस्मिन् शरीरे सद्वृङ्कृते सद्वृङ्कृतो भवति सुवसने सुवदने परिष्कृते परिष्कृतः एमेव अयम् अस्मिन् अन्धे अन्धो भवति श्रामे श्रामः परिवृक्ष्णे परिवृक्ष्णम् अस्यैव शरीरस्य नाशमनीशन श्रीनामत्र भोग्यं पश्यामि इति एवं दोषं देहच्छायात्मदर्शने अध्यवस्य स समित्पाणि ब्रह्मचर्यं वस्तुं पुनः ययाय तं प्रजापतिरुवाच मघवन् यश्शान्तहृदय प्रावराजैः प्रगतवानसि विरोचनेन सार्धं किम् इच्छन् पुनरागम इति जानन्नपि पुनः पप्रच्छ इन्द्र अभिप्रायविव्यक्ति यद्वेत्त तेन मोपसेद इति यद्वत् तथा च स्वाभिप्रायं प्रकटम् अकरोम् यथैव कलायम् इत्यादि एवमेव इति च अन्वमोदत प्रजापतिः ननु तुल्ये अक्षपुरुषश्रवणे देहच्छायाम् इन्द्रो अग्रहीत् आत्मा इति देहमेव तु विरोचनः तत् किं निमित्तं तत्र मन्यते यथा इन्द्रस्य उदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैव आचार्ययुक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं च अभूं न तथा विरोचनस्य किं तर्हि देहे एव आत्मदर्शनं नापि तत्र दोषदर्शनं बभूव तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोष अल्पत्वबहुत्वापेक्षम् इन्द्रविरोचनयोः छायात्मदेहयोः ग्रहणम् इन्द्रः अल्पदोषत्व दृश्यते इति श्रुत्यर्थमेव श्रद्धतानतया जिग्रह इतरः छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जिग्रह प्रजापतिना उक्त्वा इमिति दोषभूयस्त्व यथा किल नील अनीलयोः आदर्शे दृश्यमानयोः वासयोः यन्नीलं तन्महारमिति छायानिमित्तं वासये उच्यते न छाया तद्वदिति विरोचनाभिप्रायः स्वचित्तगुणदोषवशादेव हि शब्दार्थावतारणतुल्येऽपि श्रवणे ख्यापितं दाम्यत दत्त दयित्वमिति दकारमात्रश्रवणा श्रुत्यन्तरे निमित्तान्यपि तदनुगुणानि एव सहकारिणी भवन्ति एवमेव एष मघवन्ति उवाच एतं त्वेव ते भूयोऽन्व्याख्यास्यामि वस अपराणि द्वात्रिंशतं वर्षाणि इति सः अपराणि द्वात्रिंशतं वर्षाणि उवास तस्मै उवाच एवमेव एष मघवन् सम्यक् त्वया अवगतं न छाया आत्मा इत्युवाच प्रजापति यो मयोक्त आत्मा प्रकृतः एतमेव आत्मानं तु ते भूयः पूर्वं व्याख्यातमपि अनुव्याख्यास्यामि तस्मात् सकृद्व्याख्यातं दोषरहितानाम् अवधारणविषयं प्राप्तमपि न अग्रहीः अतः केनचित् दोषेण प्रतिबद्धग्रहणसामर्थ्यः त्वम् अतः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि इत्युक्त्वा तथा उषितवते शपितदोषाय तस्मै उवाच इति नामखण्डभाष्यं दशमखण्डः यये स्वप्ने महीमानः चरति येष आत्मीति उवाच एतदं तम् अभिम् एतद्ब्रह्मेति सः शान्तहृदया प्रभुराजा सह अप्राप्येव देवान् एतद्वयं ददुश्च तद्यद्यपि इदं शरीरम् अन्नं भवति आनन्दः स भवति यदि स्रामम् अस्रामं नैवेषु अस्य दोषे दृश्यते य आत्मा अबदपाप्मादिलक्षणः ये येषोक्षिणी इत्यादिनं व्याख्यातः येषु सः कोसं यः स्वप्ने महीमानः श्रेयादिभिः पूज्यमानः चरति अनेकविधान् स्वप्नभोगान् अनुभवति इत्यर्थः येष आत्मीति यः उवाच इत्यादि स्म सः इयम् उक्तः इन्द्रः शान्तहृदयः प्रवराज सः अप्राप्य एव देवान् पूर्वतु अस्मिन्नपि आत्मनि भयं ददश्य कथं तदिदं शरीरं यद्यपि अन्धं भवति स्वप्नात्मा यः आनन्दः स भवति यदि श्रामम् शरीरम् अश्रामश्च स भवति नैव एष स्वप्नात्मा अस्य देहस्य दोषेण दृश्यते न वधेन अस्य अन्यतेन अस्य श्राम्येण श्रामो ग्रन्थि तु एव एनं विच्छादयन्त्येव अप्रियवेत्यैव भवति अपि रोदितेव न मातृभोग्यं पश्यामि ते स समित्पाणि पुनरीयायातकं प्रजापतिर्वाच मघवन्यश्शान्तहृदया प्रावराजैः किं इच्छन् पुनरागमयते सहोवाच तद्यदिपीदं भगवा शरीरम् अन्धं भवति आनन्दः स भवति यदि श्रामश्रामो नैव एषो अस्य दोषेण दृश्यते न वधेनास्य अन्यतेनास्य श्रामेण श्रामो ग्रन्थि तु एव एनं विच्छादयन्त्येव अप्रियवेत्यपि रोदितेव नामतृभोग्यं पश्यामि इति एवमेव एषमगमनिति उवाच एतं त्वे वित्ते भूयानं व्याख्यास्यामिव स अपराणि द्वात्रिंशतं वर्षाणि इति स अपराणि द्वात्रिंशतं वर्षाणि वा स तस्मै उवाच नापि अस्य वधेन स हन्यते छायात्मवत् न च अस्य श्राम्येण श्रामः स्वप्नात्मा भवति यदध्यायादौ आगममात्रेण उपन्यस्तं न अस्य जर्या एतज्जीर्यति इत्यादि तदीह न्यायेन उत्पादयितुम् उपन्यस्तं न तावत् अयं छायात्मवतो देहदोषयुक्तः किं तु गृह्णन्ति तु एव एनं एव शब्दः इवार्थे गृह्णन्त्येव एनं केचन इति द्रष्टव्यं न तु गृह्णन्त्येव इति उत्तरेषु सर्वेषु इव शब्ददर्शनं न अस्य वदेन हन्यते इति विशेषणात् गृह्णन्ति तु एव इति चेत् नैवं प्रजापतिं प्रमाणीकुरुतः अनृतवादित्व अपादन अनुपत्ते एतदमृतम् इति एतत् प्रजापतिवचनं कथं मृषा कुर्यत् इन्द्रः तं प्रमाणीकुर्वन् ननु छायापुरुषे प्रजापतिना उक्ते अस्य शरीरस्य नाशमनीश नश्यति इति दोषम् अभ्यतत तथा इहापि स्यात् नैवं कस्मात् य एषो अक्षिणीपुरुषो दृश्यते इति न छायात्मा प्रजापतिना उक्ते इति मन्यते भगवान् कथम् अपहतपाप्मादिलक्षणे पृष्टे यदि छायात्मा प्रजापतिना उक्ति इति मन्यते तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिः गच्छेत् जगाम च तस्मात् न छायात्मा प्रजापतिना उक्तः इति मन्यते तथा च व्याख्यातं द्रष्टा अक्षिणी दृश्यते इति तथा विच्छादयन्तीव विद्रावयन्तीव तथा च पुत्रादिमरणनिमित्तम् अप्रियवेत्त इव भवति अपि च स्वयमपि रोदितीव ननु अप्रियं वेत्येव कथं वेत्ता इव इति उच्यते न अमृत अभयत्ववचन अनुत्पत्ते ध्यायतीव इति च श्रुत्यन्त्र ननु प्रत्यक्षविरोधः इति चेन्न शरीरात्मत्वप्रत्यक्षवत् भ्रान्तिसम्भव तिष्ठत्वावत् अप्रियवेत्येव न वा इति नाहमत्र भोग्यं पश्यामि स्वप्नात्मज्ञानेपि इष्टं फलं नोपलभे इत्यभिप्रायः एवमेव एषः त्वभिप्रायेण इति वाक्येश आत्मनो अमृत अभयगुणत्वस्य अभिप्रेतत्व विरुक्तमपि न्यायतो मया यथावतो न अवधारयति तस्मात् पूर्वतो अस्य अद्यापि प्रतिबन्धकारणम् अस्ति इति मन्वानः तत्क्षपणाय वस अपराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यम् इति आदिदेश प्रजापति तथा उचितवते शपितकल्मषायाः इति दशमखण्डभाष्यम्